सर्वेभ्यो नमः. अस्माकं यः प्रवर्तमानविषयः अस्ति सः अस्ति च अपि एव इति यत् इति अव्ययानि. तत्र अध्यायः अस्ति षट्त्रिंशत्, पुटसङ्ख्या अस्ति 143. हा, तत्र स्मः इदानीं. तत्र वयं च अपि इति तस्य च अपि एव इति विषयेषु अभ्यासं कृतवन्तः. इदानीं तत्र इति इत्यस्य किञ्चित् अभ्यासः अस्ति, तदनन्तरं यत् इति अस्ति, तदनन्तरं चतुर्थी विभक्ति कर्तुं शक्नुमः इति मन्ये अद्य. अस्तु, तर्हि तत्र केवलं स्मरणार्थं तत्र च इति उपयुज्य कोऽपि वाक्यं वदति वा? रघुपतिमहोदय, च इति उपयुज्य. रामः लक्ष्मण रामः लक्ष्मण सीता च अरण्यं गतवन्तः. हा, समीचीनं महोदय. हा, तत्र च इत्युक्ते समूहं सूचयति. समीचीनं महोदय. अस्तु, हा, अस्तु. सूर्यकुमारी भगिनी, अपि उपयुज्य एकं वाक्यम्. आपणं अगच्छत्. न न, पुनरेकवारं भगिनि. अहमपि, सः अपि, सः अपि आपणम् अथवा सा अपि आपणम्. सा अपि आपणं गच्छामि. न न, अहम् अस्ति चेत् गच्छामि, सा अस्ति चेत्. हा, सा अपि. अहम् आपणं गच्छामि, सा अपि. हा, समीचीनं भगिनि. हा, अहम् आपणं गच्छामि, सा अपि. समीचीनम्. अस्तु, तर्हि इदानीं नरेशमहोदय, एव उपयुज्य एकं वाक्यम्. एव अहं मन्दिरम् एव गच्छामि. हा, अस्तु, अहं मन्दिरम् एव गच्छामि. तत्र एव इति पदस्य स्थानं महत्वम् अस्ति वा वाक्ये? आम् अस्ति. मन्दिरम् एव, अहं विद्यालयं न गच्छामि, मन्दिरम् एव गच्छामि इति सूचयति. अस्तु महोदय, इदानीं तत्र वाक्ये अहं मन्दिरम् एव गच्छामि इति न उक्त्वा अहम् एव मन्दिरं गच्छामि इत्युक्ते इति वाक्यं भवति चेत् अर्थभेदः भवति वा? इदानीम् अस्ति अर्थभेदः अस्ति. अहमेव मन्दिरं गच्छामि, अन्यः गच्छति. अस्तु, समीचीनम्. अस्तु, तर्हि इदानीं तत्र तत्र एव इति वाक्ये, भवतः वाक्ये अन्यत्र स्थापितुं शक्नुमः वा? अहं मन्दिरम् एव गच्छामि एकं प्रथमं वाक्यम्, अहमेव मन्दिरं गच्छामि द्वितीयवाक्यम्. अन्यत् वाक्यम् अस्ति वा तत्र? अहं मन्दिरं गच्छामि एव. हा, अस्तु, समीचीनं. तत्र किं भवति? गच्छामि इति अहं किमपि अन्यत् न करोमि. तत्र तत्र संशयः नास्ति. अहं गच्छामि, अहं मन्दिरं गच्छामि एव. तत्र यदि यदि अन्य कोऽपि वदति मा गच्छतु इति किमपि भवतु, अहं तु मन्दिरं गच्छामि एव इति भवति. अतः एव इति पदस्य वाक्ये कुत्र स्थापयामः तत्र अर्थभेदः भवति. यदि अन्यत् स्थाने अन्यस्मिन् स्थाने स्थापयामः अर्थभेदः भवति. अस्तु, तर्हि समीचीनं प्रसिद्धं श्लोकमस्ति महोदय, तत्र त्वमेव माता च पिता पिता त्वमेव त्वमेव एव अस्ति सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव तत्र एव इति पदस्य अर्थः कः महोदय? तत्र अन्य नास्ति, त्वम् एव अन्य नास्ति इति, अतः तत्र त्वमेव अन्यः नास्ति, त्वम् एव अन्यः कोऽपि तद् भवितुं न अर्हति इति. अस्तु समीचीनं. तत्र एव इति पदस्य अर्थद्वयमस्ति. तत्र किं प्रथमम् अस्ति तत् नियामक इति, इत्युक्ते अन्य किमपि नास्ति इति, तदेव अहं प्रातःकाले संस्कृतं पठितवान् इति, यदि अहं संस्कृतम् एव पठितवान् इति यदि वदामि तत्र अर्थः कः? अहं संस्कृतम् एव पठितवान्, अन्यत् किमपि न पठितवान् इति. तत्र एव इत्युक्ते तत्र नियन्त्रणं करोति, तदेव भवति, अन्यत् किमपि न अभवत् इति. अन्यः अर्थः अपि अस्ति एव इत्युक्ते एम्फसिस् इत्यर्थे. सः एव गतवान् इत्युक्ते अन्यः अपि गतवन्तः, किन्तु सः एव गतवान्. वयं वक्तुमिच्छामः पश्यतु सः एव गतवान् एतद् आनीतुं, तादृश अर्थे अपि. हिन्दीभाषायां किं भवति एव इति कोऽपि वदति वा? तत्र अर्थद्वयं संस्कृतभाषा हि पढता है. तत्र हि इति उच्यते, किं किं भवति तत्र एम्फसिस् भवति. किन्तु नियामकरूपेण वक्तुम् इच्छामः, अन्यत् किमपि न पठति इति. संस्कृतभाषा हि पठता है और कोई भाषा नहीं. अथवा केवल केवल केवल तत्र एव इति हिन्दीभाषायां हि अपि केवल अथवा मात्र तादृश अर्थे भवति. नियामक अर्थः अपि एम्फसिस् इति अर्थे, तत्र अर्थद्वयं भवति एव इति पदस्य. अस्तु तर्हि इदानीम् इति इति पदं तत्र इति उपयुज्य इदानीं तत्र गतवर्गे वयं दृष्टवन्तः, इदानीं तत्र अभ्यासः अस्ति. तत्र एकवारं तत्र अवधेयं पठित्वा तत्र अभ्यासं कर्तुं शक्नुमः इति मन्ये. तत्र सूर्यकुमारी भगिनी तत्र अवधेयं पुटसङ्ख्या 143 मध्ये. महोदय, इति इति प्रयोगः अन्यस्य जनस्य ग्रन्थस्य वचनं कथनं सन्देशः. कुत्र अस्ति भगिनी पुटसङ्ख्या 143 मध्ये अवधेयम् इति अस्ति? यदा कस्यापि अन्यस्य जनस्य ग्रन्थस्य वा वचनं ग्रन्थस्य वा वचनं कथनं सन्देहः कथनं तत्र कथनम् इति तकारः महाप्राणः अस्ति, अल्पप्राणः नास्ति. कथनं कथन कथनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते. तदा वचनकथनसन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति. इति अव्ययात् पूर्ववचनं कथनं वा यथावत् उच्यते. यथा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत्. नागेन्द्रः किम् अवदत्? अहम् अद्य एव मिलामि इति इति सः अवदत्. इति इत्युक्ते वयं यत् उक्तम् अस्ति तदेव वक्तुम् इच्छामः. सः यदि उक्तवान् अहं गच्छामि, वयं न वदामः सः गच्छति, वयं वदामः सः उक्तवान् अहं गच्छामि इति, अन्यस्य वचनं, हा अन्यस्य वचनम् अथवा कथनं, सन्देशं, सन्देशं तद् यदि वयं वक्तुम् इच्छामः यथा उक्तं तथैव वक्तुम् इच्छामः, तत्र परिवर्तनं कृत्वा वदामः इति न, यथा उक्तं तथैव वक्तुम् इच्छामः तस्मिन् समये किं कुर्मः, सन्देशम् अथवा वचनम् उक्त्वा तदनन्तरम् इति, हा इति स्थापयित्वा तदनन्तरं कः उक्तवान्, कुत्र उक्तवान्, किं कृतवान्, तत्सर्वम् अनन्तरं तस्य विवरणं कुर्मः, कः उक्तवान् किं किमपि. अस्तु, अतः प्रथमं सन्देशः अथवा वचनम् अथवा कथनं, हा सन्देशः, कथनम् अथवा वचनं, तदनन्तरम् इति शब्दः, हा तदनन्तरं कर्तृपदम् अपि क्रियापदम्, एषः उक्तवान् अवदत् इति किमपि. हा अस्तु तर्हि भगिनि, भवती एव आरम्भं करोतु अभ्यासः. अभ्यासः इति शब्दम् इति शब्दं प्रयुज्य वाक्यानि पुनः लिखत. अहम् अद्य एव कार्यं पूर्वं करिष्यामि, नवीनः अवदत्. नवीनः अवदत् अहम् अद्य एव कार्यं पूर्वं करिष्यामि, पूर्णं करिष्यामि. पुनः एकवारं भगिनि, अहम् अद्य एव कार्यं पूर्णं करिष्यामि, नवीनः अवदत्. नवीनः न भवती अवधेयं पठितवती खलु, तत्र किम् आसीत्, वचनं, तदनन्तरम् इति, तदनन्तरं कः उक्तवान् उक्तवती इति. अहम् अद्य एव कार्यं पूर्णं करिष्यामि इति नवीनः अवदत्. हा समीचीनं भगिनि, अस्तु अस्तु, हा समीचीनमस्ति. अस्तु, हा इदानीं तत्र हा बहु समीचीनमस्ति, अहम् अद्य एव कार्यं पूर्णं करिष्यामि इति नवीनः वदत्. तत्र एव इति पदस्य अर्थः कः तत्र अस्मिन् वाक्ये? अद्य एव हा श्वः न, अद्य एव, अद्यैव करोमि, हा अद्य एव पूर्णं करोमि, कार्यं पूर्णं करिष्यामि इति सः वदत्. हा अस्तु समीचीनं भगिनि. अस्तु इदानीं भानुचेतनी महोदय अग्रिमं. सत्यमेव जीवनस्य आधारशिला, महात्मा गान्धिः अचिन्तयत्. सत्यमेव जीवनस्य आधारशिला इति महात्मा गान्धिः अचिन्तयत्. अचिन्तयत्, अस्तु तत्र समीचीनं महोदय. तत्र एव इति पदस्य अर्थः कः? अन्यं किमपि नास्ति, तदेव. हा सत्यमेव, हा केवलं सत्य रूपेण, हा केवलस्य रूपेण. समीचीनं महोदय, समीचीनम्. अस्तु सरलभगिनी वक्तुम् इच्छति वा इदानीं? अस्तु रघुपतिमहोदय अग्रे. राष्ट्राय इदं न मम, इदं न मम इति श्रीगुरुजीः चिन्तितवान्. राष्ट्राय इदं न मम इति श्रीगुरुजीः चिन्तितवान्. हा तत्र राष्ट्राय इदं न मम इत्युक्ते राष्ट्राय एव अस्ति, एतत् न मम न मम कृते नास्ति. अहं यत्किमपि अस्ति मम अस्ति, किन्तु तद् अहं तादृशं न चिन्तनं करोमि, राष्ट्राय एव भवतु इति, राष्ट्राय ददामि इति तादृशार्थे सः उक्तवान्. अस्तु महोदय, तत्र एव किमपि नास्ति, अतः अन्यप्रश्नः नास्ति अत्र. अस्तु नरेश् महोदय अग्रे. आं महोदय, भवन्तः मह्यं रक्तं यच्छन्तु, अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि. सुभाषचन्द्र बसुः उद्घोषितवान्. भवन्तः मह्यं रक्तं यच्छन्तु, अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि इति सुभाषचन्द्र बसुः उद्घोषितवान्. हा समीचीनं महोदय. तत्र मह्यम् इति पदं विभक्ति का? चतुर्थी. हा समीचीनं महोदय, तदेव अग्रिमविषयः सः एव भवति. हा मह्यम् इति चतुर्थी विभक्तिः, यच्छन्तु मह्यं यच्छन्तु, यत्र याचनमस्ति तत्र चतुर्थी विभक्ति. हा तदनन्तरम् अहं भवद्भ्यः, भवद्भ्यः विभक्ति का तत्र चतुर्थी? हा तत्रापि हा भवद्भ्यः चतुर्थी एव. हा दास्यामि तत्रापि दास्यामि. हा तत्रापि ददामि दास्यामि तत्रापि चतुर्थी एव भवति. अस्तु समीचीनं महोदय. सरलभगिनी इदानीं वक्तुम् इच्छति वा? अस्तु अग्रे. अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु. हा तत्र केवलम् इति स्थापनीयम् अस्ति भगिनि, तावदेव. अस्तु चिन्ता मास्तु, अग्रिमवर्गे करोतु. हा अस्तु शीतल भगिनी नमस्कारः. अस्तु सूर्यकुमारी भगिनी अग्रे. बालाः घरायाः पुष्पाणि इति रवीन्द्रनाथ ठाकुरस्य चिन्तनम् आसीत्. हा बालाः धरायाः पुष्पाणि इति रवीन्द्रनाथ ठाकुरस्य चिन्तनम् आसीत्. तत्र यत् चिन्तनं रवीन्द्रनाथ ठाकुरः कृतवान् तस्मिन् वाक्ये क्रियापदं किम् अस्ति? क्रियापदं दत्तमस्ति वा न दत्तमस्ति? न दत्तमस्ति. किन्तु किं क्रियापदं भवति तत्र? सन्ति बालाः पुष्पाणि सन्ति. कस्य पुष्पाणि सन्ति? धरायाः. धरा इत्युक्ते किं? पृथिवी, धरिणी. धरायाः पुष्पाणि सन्ति इति तस्य चिन्तनम् आसीत्. समीचीनं. हा अस्तु शीतल भगिनी नमस्कारः, श्रूयते वा? नमस्कारः महोदय. नमस्कार भगिनी. हा कूटसङ्ख्या 144 मध्ये स्मः इदानीं. हा अस्तु अस्तु तर्हि अग्रे नरेन्द्र नरेश महोदय अग्रे. यथोदाहरणं वाक्यानि लिखत, सत्यमेव जायते. मुण्डकोपनिषद् सत्यमेव जायते इति मुण्डकोपनिषदः वचनम्. हा तत्र किं करणीयं महोदय? कार्यं किम् अस्ति इति किञ्चित् विवरणं करोति वा? इति प्रयुज्य वाक्यं करणीयम्. अपि अन्यत् एकमेव अंशः अस्ति, अत्र एकः अन्यः अंशः अस्ति. तत्र मण्डुकोपनिषद् इति दत्तमस्ति, किन्तु वाक्ये किं रूपम् अस्ति? मुण्डकोपनिषद् इति दत्तमस्ति, किन्तु वाक्ये मुण्डकोपनिषदः वचनम्. तत्र मुण्डकोपनिषद् इति अपि मुण्डकोपनिषदः कस्य वचनं? मुण्डकोपनिषदः वचनम् इति अस्ति. हा समीचीनं महोदय. अस्तु अग्रे अग्रिमं करोतु. तत्र कर्मण्यवाधिकारस्य कर्मण्येव अधिकारस्ते हा कर्मण्येव अधिकारस्ते अधिकारस्ते श्रीमद् भगवद्गीता हा कर्मण्येवाधिकारस्ते इति श्रीमद् श्रीमद् भगवद्गीताः वचनम् गीता इति अस्ति भगवद्गीता इति पदस्य षष्ठी विभक्ति का गीतायाः हा हा इदानीं गीतायाः वचनम् हा कर्मण्येव अधिकारस्ते इति श्रीमद् भगवद्गीतायाः वचनं समीचीनं महोदय अस्तु सूर्यकुमारी भगिनी अग्रे गुणाः पूजास्थानं पूजास्थानम् इति भवभूतिः भवभूतिः न गुणाः पूजास्थानम् इति भवभूतेः सन्देशः वचनम् अस्तु तत्र विकल्पः अस्ति खलु तत्र वाक्यद्वयं वयं कर्तुं शक्नुमः गुणाः पूजास्थानम् इति भवभूतिः उक्तवान् तत् पूर्वस्मिन् अभ्यासे आसीत् खलु तादृशरूपं वक्तुं शक्नुमः इदानीं नूतनरूपम् अस्ति किं गुणाः पूजास्थानम् इति भवभूतेः वचनं सः उक्तवान् अथवा तस्य वचनम् अथवा तस्याः वचनं सा उक्तवती अथवा तस्याः वचनम् इति समीचीनं भगिनि अस्तु अग्रे भानुचरणि महोदय सत्यं वद धर्मं चर इति तैत्तिरीयोपनिषदः वचनम् हा समीचीनं महोदय अस्तु अन्यद् रूपम् इति तैत्तिरीयोपनिषदि रूपं महोदय हा इति तैत्तिरीयोपनिषद् वदति खलु तदपि वक्तुं शक्नुमः किन्तु अत्र उपनिषदि दत्तम् इति उपनिषदि दत्तम् इति तदपि वक्तुं शक्नुमः सत्यं महोदय हा सप्तमी उपयुज्य अपि कर्तुं शक्नुमः समीचीनं हा अस्तु रघुपतिमहोदय अग्रे यतो धर्मस्ततो जयः इति महाभारतस्य वचनं समीचीनं महोदय शीतल भगिनी अग्रे कर्तुम् इच्छति वा महोदय महाभारते दत्तम् अथवा इति महाभारतं वदति महाभारते अस्ति इति महाभारते अस्ति शीतल भगिनी अग्रिम महोदय षष्टिविभक्ति उपयुज्यं तत्र अभ्यासः तु षष्टिः एव अस्ति किन्तु अन्यदपि जानीमः इति कृत्वा तदपि अहम् उक्तवान् तावदेव सर्वम् आत्मम वशं सुखं चाणक्यन् इति चाणक्यन् इति वचनम् नीतिः इति तस्य षष्ठी विभक्ति का हरिः अस्ति चेत् नीतिः इति हरिवत् वा अथवा अन्यत् पदवत् वा किं हरेः नीतेः नीतेः तु समीचीनमस्ति तत्र नीतिः इति मतिशब्दवत् वा मतिशब्दवत् वा हरिशब्दवत् वा मतिशब्दवत् हा मतिशब्दवत् हा अतः हा अतः किं भवति तत्र नीतेः इति भवति एकं रूपम् अन्यत् रूपम् अस्ति वा तत्र विकल्पः अस्ति खलु नदी नद्याः तद्रूपमपि भवति तत्र हरेः इति रूपमपि अस्ति सत्यं भगिनि हा मतिवत् अतः एव मति स्त्रीलिङ्गम् अस्ति इति कृत्वा तत्र रूपद्वयम् अस्ति तस्य मतिशब्दस्य षष्ठी विभक्ति तत्र समीचीनं हा समीचीनं मत्याः अपि मतेः इति समीचीनं भगिनि अस्तु चाणक्यनीतेः अथवा चाणक्यनीत्याः वचनं नीत्याः वचनं समीचीनं भगिनि अस्तु हा इदानीं तत्र इति पदस्य प्रयोगः कीदृशः इति दृष्टवन्तः इदानीं तस्मिन्नेव अर्थे अन्यप्रयोगः अपि अस्ति इति स्थाने यत् इति अपि अन्यरूपः रूपं भवति तद् इदानीं पश्यामः तत्र भानुचतनी महोदय आरम्भं करोति वा अग्रिमं यत् इति महोदय उच्चैः पठत जानीत च यत् युद्धं न करोमि इति मा वदतु मा वदतु यत् युद्धं न करोमि कुरुक्षेत्रे युत्सवः किम् अकुर्वत इति धृतराष्ट्रः पृष्टवान् यत् कुरुक्षेत्रे युत्सवः किम् अकुर्वत मम पूर्वजन्मानि कानि इति अहं स्मरामि यत् मम पूर्वजन्मानि कानि तत्र अवधेयमपि पठतु महोदय अवधेयम् इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते उदाहरणार्थं लोकोहि इति पण्डिताः वदन्ति यत् लोको भिन्नरुचिः अत्र अतः तत्र यत् इत्युक्ते किं महोदय इति स्थाने यत् अपि स्थापितुं शक्नुमः किन्तु तत्र भेदः अस्ति वा अर्थभेदः नास्ति महोदय दृश्यते हा अर्थभेदः नास्ति किन्तु प्रयोगभेदः अस्ति हा तत्र किं भवति भेदः अस्ति सत्यमेव जयते इति हा महोदय न श्रूयते हा ओ अस्तु भानुचतनी महोदय पुनरागच्छति इति मन्ये अस्तु रघुपतिमहोदय तत्र यत् अपि इति अवधेयं किं वदति तत्र तयोः भेदः किम् इति इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् प्रयोगेन अपि वक्तुं शक्यते लोको भिन्नरुचिः इति पण्डिताः वदन्ति यत् लोको भिन्नरुचिः अत्र वर्बाटिं नास्ति तस्य कोट् मध्ये नास्ति वयम् अन्यशब्दम् उपयुज्य तस्य भावं प्रकटयितुं शक्यते वा यत् न महोदय तत्र न तत्र महोदय तत्र लोको भिन्नरुचिः इति पण्डिताः वदन्ति तत् किम् अभवत् पण्डिताः वदन्ति यत् लोको भिन्नरुचिः तत्र वाक्यस्य परिवर्तनं यत् कोट् मध्ये अस्ति इदानीं तत्र कोट्स् नास्ति किन्तु वाक्यस्य परिवर्तनं न अभवत् खलु तदेव वाक्यं किन्तु पूर्णवाक्यं तत्र हा भानुचतुर्महोदय पुनरागतवान् वा अस्तु हा आं महोदय, अहं वायुः एकमेव सम्भाषणं करोमि इति अहम् अस्तु महोदय, हा अस्तु क्षम्यतां. हा अतः तत्र यत् अपि स्पन्दनं किमपि नास्ति, अहं चिन्तयामि किम् अभवत् तत् दृष्टं. अस्तु महोदय, भग्नः जातः. अस्तु महोदय, यत् यत् इति पदं यदस्ति तस्य पूर्वं शब्दः प्रयोगं यदस्ति तद् तदनन्तरम् आगच्छति इति प्रयोगं चेत् तस्य पूर्वमेव स्थापनं. हा अस्तु अस्तु, इदानीं तत्र पश्यामः, तत्र अवधेयं यत् वयं पठितवन्तः पुटसङ्ख्या 143 मध्ये इति पदस्य अवधेयं यत् अस्ति तद् एकवारं पठामः. तत्र इति अव्ययम् अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते. इदानीं सः एव वाक्यं यत् इति पदं तत्र स्थापितुम् इच्छामः चेत् किं भवति? यत् अव्ययात् महोदय तत्र परं पूर्वं यत् अव्ययात् परं वचनं कथनं वा यथावत् उच्यते तावदेव. भवति महोदय अत्र यथावत् एव भवति वा? अत्र यथावदेव भवति महोदय, परिवर्तनं नास्ति, केवलं कोटेशन् मार्क्स् नास्ति, तावदेव. अतः तदेव सः एव अर्थः, किन्तु सन्देशः यत् अनन्तरं भवति अथवा इति पदस्य पूर्वं सन्देशः भवति, तावदेव. अतः तत्र पुनः तत्र अभ्यासं कृत्वा पुनः यत् वयम् इति उक्त्वा कृतवन्तः तदेव पुनरेकवारं कुर्मः. किन्तु प्रथमतया यत् इति पदस्य अत्र इदानीं पश्यतु, सत्यं वद इति गुरुः शिष्यम् अकथयत्, गुरुः शिष्यम् अकथयत् यत् सत्यं वद इति प्रयोगं कर्तुं शक्यते वा? यत् अपि इति अपि असाधु वा? सत्यं कुत्र कुत्र महोदय? न न, अत्र चतुर्थबिन्दु अस्ति, यति यत् इति पदम् उपयुज्य वाक्यं लिखत इति अस्ति खलु, तत्र तृतीयवाक्यं सत्यं वद गुरुः शिष्यम् अकथयत्. इदानीम् अहं वदामि गुरुः शिष्यम् अकथयत् यत् सत्यं वद इति, समीचीनं वा? सत्यम् इति तस्य उपयोग भवितुमर्हति वा? इति पुनः इति न, पुनः इति न, केवलं केवलं अभ्यासम् एकमेकं कृत्वा आगच्छामः महोदय, तदपि कुर्मः. अस्तु, तत्र हा तत्र नरेश महोदय प्रथमं करोति वा? महोदय, यत् इति पदम् उपयुज्य वाक्यानि रचयत, परोपकाराय एव मम जीवनं सज्जनाः चिन्तयन्ति. सज्जनाः चिन्तयन्ति यत् परोपकाराय एव मम जीवनम्. हा समीचीनं महोदय. हा रघुपति महोदय, संशयः इदानीम् अस्ति वा? न महोदय, केवलं पृष्टवान् किमित्युक्ते अहं तद् मिस्टेक् सदा एकमेव आवश्यकम् अस्ति, यत् अथवा इति. यत् पूर्वं भवति अथवा इति अन्ते भवति, तावदेव, किन्तु एकस्य एव आवश्यकता अस्ति. अस्तु अग्रे सूर्यकुमारी भगिनी. महोदय, इति इङ्ग्लिश् पदे दिस् यत् इस् दट् तादृश नास्ति. हि सेड् दिस् तादृश, और् हि सेड् दस् तादृश अर्थे अस्ति. इति इत्युक्ते सो हि सेड् इति. हितं मनोहरि च वचः मनोहारि हितं मनोहारि च वचः दुर्लभम् इति भारवेः वचनम् अस्ति. भारवेः वचनम् अस्ति यत् हितं मनोहारि च वचः दुर्लभम्. हा, वाक्यम् अवगच्छति वा? तत्र दुर्लभम् इति अस्ति. दुर्लभम् इत्युक्ते किम् इति जानाति खलु? क्लिष्टं, दुर्लभं, नाट् अवेलेबल्. हितम् इत्युक्ते हितं श्रेयं, हा, डस् गुड् मीन्स् वेल्. हितं, हा, मनोहारि इत्युक्ते मनः हरति इति कृत्वा मनोहारि. मीनिङ्ग् इट् कान्क्वर्स् युर् मैण्ड् इत्युक्ते प्लीजिङ्ग्. हितं मनोहारि च इति अस्ति तत्र इत्युक्ते च किं करोति समूहं? मनोहारि हितं मनोहारि च वचः दुर्लभम् इत्युक्ते अन्य कोऽपि वक्तुम् इच्छति वा तत्र? प्लीजिङ्ग् वर्ड्स् मनोहारि इति विच् गिव्स् प्लेसेण्ट् वर्ड्स् वचः प्लेसेण्ट्. हितं मनोहारि च वचः दुर्लभं. गुड् वर्ड्स् हितम् अपि मनोहारि इति. मनोहारि इत्युक्ते प्लेसेण्ट्, प्लेसेण्ट्, प्लेसेण्ट् टु हियर् इति तादृशार्थे. प्लीजिङ्ग्, प्लीजिङ्ग् वर्ड्स् विच् आल्सो डु गुड् वचः अस्माकं मनसः हरति इति मनोहारि इति भवति. सत्यं, हा, मन तत्र किं भवति आङ्ग्ल तादृशः वच तादृशं वचः नास्ति यत् हितमपि अस्ति मनोहारि अपि अस्ति. तादृशवचः दुर्लभं, विरलतया तादृशवचं वचः भवति. वचः कीदृशं भवति? हितं भवति अथवा मनोहारी भवति, किन्तु एकस्मिन् समये हितमपि मनोहारी अपि तादृशवचः विरलतया दृश्यते इति भारवेः वचनम् अस्तु. हा, अस्तु, रघुपतिमहोदय अग्रिमं करोति वा? आम् महोदय. सत्यं वद इति गुरुः शिष्यम् अकथयत्. गुरुः शिष्यम् अकथयत् यत् सत्यं वद. हा, समीचीनं महोदय. हा, तावदेव, तावदेव, अस्तु. शीतल भगिनी अग्रे. आं महोदय. कुत्र प्रदर्शनं? मां मा पृच्छ. मां मा पृच्छ यत् कुत्र प्रदर्शनं. हा, इति समीचीनं भगिनी. अस्तु, बाणचितनी महोदय अग्रे. महोदय, उत्तिष्ठत जाग्रत. स्वामिनः विवेकानन्दस्य उद्घोषः. स्वामिनः विवेकानन्दस्य उद्घोषः यत् उत्तिष्ठत जाग्रत. हा, समीचीनं महोदय. तत्र स्वामिनः इति पदस्य विभक्ति का इति वदति वा? षष्ठी विभक्ति महोदय. हा, समीचीनं. हा, स्वामी विवेकानन्दः, किन्तु षष्ठी, तत्र विशेषण विशेषभावः. स्वामिन्, स्वामिन्, समीचीनं. सत्यं, सत्यं महोदय. अतः स्वामिनः इति षष्ठी. समीचीनम्, अस्तु अस्तु. तर्हि इदानीं तत्र इति अपि यत् तयोः परिवर्तनम् इदानीं उपनिषदि वाक्यं महोदय, तत् उत्तिष्ठतजाग्रत वा तद् हा स्वामी विवेकानन्दः कठोपनिषदि वाक्यम् अवदत्. ओ अस्तु महोदय, अस्तु. उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत. ओ अस्तु महोदय, न न न ज्ञातवान् अहं. हा धन्यवादः महोदय, हा समीचीनमस्ति. हा अस्तु, तत्र कुत्र भवति एतद् कठोपनिषदे? तत्तु अहं दृष्ट्वा वदामि महोदय. अस्तु अस्तु अस्तु, प्रेषयामि. कठोपनिषत्तु कस्य बालस्य कथा तस्मिन् एव भवति खलु? हा नचिकेतस्य कथा भवति. आम् आम् आम् उत्तिष्ठत जागृत प्राप्य वरा निबोधत क्षुरस्य धारा निशिता धुरत्यया दुर्गं प्रयस्तत् प्रयस्तत् कवयो वदन्ति इति. शुरस्य निशिता द्वारा यथा दुरत्यया तथा एव आत्मजानस्य तत् पतः दुर्गम् कवयः वदन्ति. तत् आरम्भे भवति महोदय अथवा आरम्भ प्रथमाध्याये वल्ली तृतीय चतुर्दश मन्त्रम् अस्ति. ओ अस्तु अस्तु अस्तु, धन्यवादः. अस्तु 134 अस्तु, धन्यवादः. 1314 अस्तु समीचीनं, हा धन्यवादः. हा अस्तु धन्यवादः. विवेकानन्दस्वामिनः शास्त्रम् अपठत् महोदय, शास्त्रं बहूनि जनानि वदन्ति सः शास्त्रं न अपठत्, सः शास्त्रं पठित्वा एव सर्वम् अवदत्. हा सत्यं महोदय, महान् अभवत्. सत्यं, हा सत्यम्. अस्तु अग्रे तर्हि अग्रिम अभ्यासः तत्र शीतल भगिनी आरम्भं करोति वा पञ्चम अभ्यास अग्रिमपुटे. आं महोदय, इति शब्दं परित्यज्य यत् शब्दं योजित्वा वाक्यं रचयत्. उदाहरणं ईशावास्य इदगुं सर्वम् इति ईशावास्योपनिषदः कथनमस्ति. ईशावास्योपनिषदः कथनम् अस्ति यत् ईशावास्यमिदं सर्वं क्षम्यतां क्षम्यताम् इति अनुजः अवदत्. अनुजः अवदत् यत् क्षम्यतां क्षम्यताम्. हा समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय. आगच्छतु आगच्छतु इति गृहस्वामी अवदत्. गृहस्वामी अवदत् यत् आगच्छतु आगच्छतु. हा समीचीनं महोदय. सूर्यकुमारी भगिनी अग्रे. आम् महोदय, शीघ्रं शीघ्रं चलतु इति पिता कथयति. पिता कथयति यत् शीघ्रं शीघ्रं चलतु. हा समीचीनं, हा अस्तु. रघुपति महोदय. मया एव क्रियते इति शङ्करः वदति. शङ्करः वदति यत् मया एव क्रियते. पुनः बाणचितनी महोदय. महोदय, वसुधैव कुटुम्बकम् इति भावना विश्वशान्तेः मूलम् अस्ति. विश्वशान्तेः मूलं भावना अस्ति यत् वसुधैव कुटुम्बकम्. विश्वशान्तेः मूलम् अस्ति. हा अस्तु, विश्वशान्तेः भावना तत्र महोदय, एतत् विश्वशान्तेः मूलभावना अस्ति यत् वसुधैव कुटुम्बकम्. हा समीचीनं महोदय, इदानीं समीचीनं मूलभावना. मूलभावना अस्तु, समीचीनं. समस्तपदम्. अस्तु, तत् समीचीनं भवति महोदय, समीचीनम् अस्तु. हा अग्रे नरेश महोदय. आं महोदय, कर्मण्येवाधिकारस्ते मा फलेषु इति कृष्णः अवदत्. कृष्णः अवदत् यत् कर्मण्येवाधिकारस्ते मा फलेषु. हा समीचीनं. हा अस्तु, रघुपति महोदय. ओके, अहं न योस्ये इति अर्जुनः उक्तवान्. अर्जुनः उक्तवान् यत् अहं नो न योस्ये इति. अहं न योस्ये सूर्यकुमारी भगिनी. महोदय, स्वधर्मे निधनं श्रेयः इति जानीत जानीत यत् सर्व स्वधे स्वधर्मे निधनं श्रेयः. समीचीनं. तत्र जानीत इति कीदृशपदम् इति जानाति वा? मध्यमपुरुष लोट्लकार. हा मध्यमपुरुष लोट्लकार वचनं बहुवचनमस्ति. हा बहुवचनम्. अतः तत्र किं भवति, तत्र जानि कर्तृपदं किं भवति? जानीत इति क्रियापदम् अस्ति, तत्र कर्तृ यूयम्. हा यूयम् हा यूयं जानीत यत् स्वधर्मे निधनं श्रेयः. हा इति समीचीनम् अस्तु. शीतल भगिनी. आं महोदय, काम्यानां कर्मणां न्याससन्न्यासः इति कवयः वदन्ति. कवयः वदन्ति यत् काम्यानां कर्मणां न्यासः सन्न्यासः. काम्यानां कर्मणां न्यासः सन्यासः. अस्तु समीचीनं भगिनि. अस्तु अस्तु, तर्हि तत्र केवलम् एकमेव अभ्यासः अस्ति, तत् कृत्वा चतुर्थीविभक्तिः कर्तुं शक्नुमः इति मन्ये. अस्तु तर्हि रघुपतिमहोदय अग्रिमम् आरम्भं करोति वा? आं महोदय, कोष्टके कृष्णस्य उपदेशवाक्यानि दत्तानि, तानि यत् इति पदेन पुनः कथयत. यथा कृष्णः अवदत् यत् मन्मनाः भव, मन्मनाः भव, मन्मनाः भव. कृष्णः अवदत् यत् मन्मनाः भव. अहं पापेभ्यः मोक्षयिष्यामि. कृष्णः अवदत् यत् अहं पापेभ्यः मोक्षयिष्यामि. हा समीचीनं महोदय. अस्तु सूर्यकुमारी भगिनी अग्रे. मामेकं शरणं व्रज. कृष्णः कृष्णः कृष्णः अवदत् मामेकं शरणं व्रज. हा कृष्णः अवदत् यत् मामेकं शरणं व्रज. समीचीनं. हा नरेश महोदय. आं महोदय, सदोषमपि सहजं कर्म न त्यजेत्. कृष्णः अवदत् सदोषमपि सदोषमपि सहजं कर्म न त्यजेत्. न त्यजेत्. अस्तु समीचीनं महोदय. शीतल भगिनी. आं महोदय, श्रद्धावान् लभते ज्ञानं. कृष्णः अवदत् यत् श्रद्धावान् लभते ज्ञानं. हा समीचीनं. हा बाणचितनी महोदय अग्रे. कृष्णः अवदत् अहं लोकक्षयकृत् प्रवृद्धः कालः अस्मि. समीचीनं महोदय. हा अस्तु रघुपति महोदय. योगक्षेमं वहाम्यहम् इति कृष्णः अवदत्. कृष्णः अवदत् यत् योगक्षेमं वहाम्यहम् हा अस्तु हा किन्तु भवान् यद् उक्तवान् तदपि समीचीनमस्ति महोदय, यत् इति कृतवन्तः इति यदि न स्मरामः इति प्रश्नः भवति, अतः इदानीम् अन्तिम अभ्यासः अस्ति इति कृत्वा तत्र इति उपयुज्य वक्तुं प्रयत्नं कुर्मः. समीचीनमेव अस्ति. हा सूर्यकुमारी भगिनी, इदानीम् इति उपयुज्य. अष्टमः आत्मना. आत्मना आत्मानम् उद्धरेत् इति कृष्णम् अवदत्. कृष्णः कृष्णः कृष्णम् इत्युक्ते कर्मपदं भवति, द्वितीय भवति. कृष्णः कृष्णः अवदत्. समीचीनं. हा नरेश महोदय. ये यथा मां प्रपद्यन्ते तान् तथैव भजामि इति कृष्णः अवदत्. हा समीचीनं महोदय. अस्तु. हा बालचन्द्रन् महोदय अग्रे. महोदय, कृष्णः अवदत् अहं कर्म न कुर्यां चेत् लोकाः उत्सीदेयुः. तत्र कृष्णः अवदत् तदनन्तरं वचनम् आसीत्, मध्ये किं भवति? कृष्णः न न महोदय, कृष्णः अवदत् यत् समीचीनं महोदय, अवदत् यत् अहं कर्म न कुर्यां चेत् लोकाः उत्सीदेयुः. समीचीनं महोदय. अस्तु. हा अन्तिमं रघुपति महोदय. अहं सर्वभूतेषु समः अस्मि. कृष्णः अवदत् यत् अहं सर्वभूतेषु समः अस्मि. हा इति समीचीनं महोदय. अस्तु धन्यवादः. अस्तु अग्रे गन्तुं शक्नुमः इति मन्ये. तत्र श्लोकेषु अव्ययानि अवलोकयत इति अस्ति, तत्र अस्माकं कार्यं किमपि नास्ति इति मन्ये. प्रश्नः अस्ति वा अत्र? अहं सर्वभूतेषु समः अस्ति इति कृष्णस्य वचनम् अपि भवति. हा इति कृष्णस्य वचनं सत्यं भगिनी. हा तदपि यथा तृतीय अभ्यासे आसीत् तादृश अपि कर्तुं शक्नुमः. सत्यम् इति कृष्णस्य वचनं सत्यं भगिनी. हा इति कृष्णः उक्तवान् अथवा इति कृष्णः अवदत् अथवा इति कृष्णस्य वचनम् अथवा कृष्णः अवदत् यत् अथवा कृष्णः उक्तवान् यत् अथवा कृष्णस्य वचनं यत् इति. अस्तु महोदय, यत् उपयुज्य प्रथमपुरुष एव उपयोगं करणम् आवश्यकम्. प्रथमपुरुषे वा किमर्थम् इति चेत् सप्तविभक्ति अथवा पुरुषः, इदानीं प्रश्नः कः? विभक्ति वा अथवा पुरुषः? कर्तृपदं प्रथमपुरुष एव प्रथमविभक्ति एव यत् उपयुज्य तदपि इति वत् भवति, तदापि इति अपि प्रथम पुरुषे एव भवति इति दृष्टवन्तः. तत्र अपि तदेव भवति वा? किमपि प्रश्नः कः इति सम्यक्तया न अवगच्छामि भगिनी महोदय. कर्तृपदस्य विभक्ति तु सर्वदा प्रथमा विभक्ति एव भवति खलु. कृष्णः उक्तवान् इति अथवा कृष्णः तत्र सः तत्र सत्यं, तत्र तु कर्तृपदम् अस्ति कृष्णः. कृष्णः अवदत् इति कृष्णः कर्तृपदम् अस्ति, प्रथमविभक्ति एव अस्ति. अवदत् यत् इति किन्तु प्रथमपुरुषः इति न त्वं वदसि यत् त्वं वदसि यत् तदपि भवति खलु. अहं वदामि यत् तदपि भवति वा भवति वा अहं वदन् वदन् अस्मि यत् तद् भवति तदपि अहम् उक्तवान् यत् तदपि भवति खलु अहम् उक्तवान् यत् वर्गः अद्य नास्ति इति अहम् उक्तवान् खलु. अतः पुरुषभेदः पुरुष केवलं केवलं प्रथमपुरुषः इति किमपि नास्ति किन्तु प्रथमविभक्तिरूपमेव भवति तत्र उक्तवान् अथवा अवदत् इति वदति इति अथवा तत्र उपनिषदः वचनम् इति तादृशरूपं कुर्मः वदामश्चेदपि तत्र वचनम् इति अस्ति तत्तु प्रथमविभक्तौ एव अस्ति खलु. अतः प्रथमविभक्तिरूपमेव अस्ति. अन्य प्रश्नः अस्तु अस्तु तर्हि चतुर्थीविभक्ति कर्तुं शक्नुमः. तत्र किं गीतासोपानस्य प्रथमभागस्य बहु अन्तिमभागं तत्र बहु समीपम् अस्ति. इदानीं किं सप्तत्रिंशत् अध्यायः तदनन्तरं केवलं किं षड् अथवा सप्त अध्यायाः एव सन्ति इति मन्ये. चतुश्चत्वारिंशत् अस्तु तर्हि तत्र चतुर्थीविभक्ति इति विषयः तत्र शीतल भगिनी पठति वा. आं महोदय. दिव्यं चक्षु दिव्यं ददाति ते चक्षुः ददामि ते ददामि ते दिव्यं ददामि क्षम्यतां दिव्यं ददामि ते चक्षुः उच्चैः पठत जानीत च चतुर्थी विभक्तिः शिवः अर्जुनः शिवः अर्जुनाय पाशुपतास्त्रं ददाति. अग्रिममपि अञ्जनेयः सीता आञ्जनेयः सीतायै अङ्गुलीयकं ददाति. भीमः द्रौपदी भीमः द्रौपद्ये सौगन्धिकपुष्पं ददाति. समीचीनम् अस्तु. इदानीं तत्र वाक्ये वाक्यं पश्यामः तत्र शिवः इति वाक्यं तत्र पश्यामः शिव इति कर्तृपदमस्ति प्रथमविभक्तौ अस्ति ददाति इति क्रियापदम् अस्ति ददाति इति सकर्मकक्रियापदं वा किं ददाति इति वयं प्रश्नः तत्र प्रश्नः भवति वा किं ददाति इति प्रश्नः भवति वा न न ददाति इति कोऽपि ददाति चेत् किं ददाति इति प्रश्नः भवति खलु प्रश्नः भवति अतः सकर्मकक्रियापदं तत्र कर्मपदम् अस्ति अत्र पाशुपतास्त्रं कर्मपदमस्ति द्वितीयारूप द्वितीयाविभक्त्यन्तं पाशुपतास्त्रं द्वितीयाविभक्त्यन्तं पदं किन्तु इदानीम् अर्जुनः अस्ति अर्जुनाय इति भवति अर्जुनाय इति अर्जुनाय इति विभक्ति इदानीं चतुर्थी विभक्ति कस्मै कस्मै ददाति अर्जुनाय ददाति शिवः अर्जुनाय ददाति शिवः अर्जुनाय किं ददाति शिवः अर्जुनाय पाशुपतास्त्रं ददाति अथवा शिवः पाशुपतास्त्रं ददाति कस्मै ददाति शिवः अर्जुनाय पाशुपतास्त्रं ददाति इति उत्तरं भवति. अर्जुनाय इति चतुर्थी विभक्ति रूपम् अर्जुन इति पदस्य. अस्तु सीतायै इति तदपि चतुर्थी विभक्तिरूपं सीतायै अपि द्रौपद्यै इति चतुर्थी विभक्तिरूपम् अस्तु तत्र अग्रे पठामः तत्र सूर्यकुमारी भगिनी अग्रे इन्द्रः कर्णाय शक्तायुधं शक्त्यायुधं शक्तायुधं शक्त्यायुधं शक्त्यायुधं दत्तवान् तत्र दत्तवान् दत्तवान् इति ददाति इति तादृश अर्थे दत्तवान् किन्तु भूतकालरूपं दत्तवान् जानीमः हा तत्र किम् अस्ति इन्द्रः दत्तवान् किं दत्तवान् दत्तवान् कस्मै दत्तवान् कर्णाय कर्णाय दत्तवान् कस्मै इति प्रश्नः तत्रापि कस्मै इति चतुर्थी विभक्त्यन्तमेव अस्ति कस्मै कस्मै दत्तवान् कर्णाय दत्तवान् इति समीचीनं भगिनि अस्तु तत्र इदानीं तत्र हा अस्तु अग्रे कुर्मः तत्र अग्रे नरेश महोदय शिक्षिका छात्रायै गीतां दत्तवती छात्रायै चतुर्थी विभक्ति गीतां कर्मपदम् हा गीतां कर्मपदं समीचीनं महोदय अस्तु अग्रे शीतल भगिनी आं महोदय एकनिमिषः भक्तः देवतायै फलं अर्पयति देवतायै चतुर्थी विभक्ति हा चतुर्थी विभक्तिरूपम् अस्तु हा रघुपति महोदय अग्रे पञ्चमबिन्दुः अस्ति महोदय चत्वारः चतुर्थः कृष्णः अर्जुनाय दिव्यं चक्षुः दत्तवान् कृष्णाय दिव्यं चक्षुः इति कर्मपदमस्ति अर्जुनाय इति चतुर्थी विभक्ति चतुर्थी विभक्तिरूपं सत्यं महोदय अस्तु वनचितनी महोदय अग्रिमम् महोदय कुत्र अस्ति महोदय तत् पञ्चम पञ्चम इदानीं नास्ति बुद्धिरयुक्तस्य महोदय हा अस्तु तत्र हा तत्र रक्तवर्णे चतुर्थ चतुर्थी व्यक्ति पदं नास्ति इति मन्ये अहो महोदय आम् आम् आम् महोदय यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति यत् कस्मै अपि अश्रद्धया ददाति तत् असत् तत् असत् कस्मै इति चतुर्थी विभक्ति चतुर्थी विभक्ति हा तत्र मुद्रणदोषः प्रायशः अस्ति तत्र कस्मै इति रक्तवर्णे भवितव्यमस्ति तावदेव अस्तु हा इदानीम् एकवारं तत्र चतुर्थी विभक्ति इति ज्ञातवन्तः तत्र प्रथमतया अस्माकं कार्य किं करणीयं वयम् इत्युक्ते तत्र रूपं चतुर्थी विभक्तिरूपं कीदृशं भवति इति पश्यामः तत्र अग्रिमपुटे तत्र यत् अस्ति कोष्टकं मध्ये मध्यभागे अस्ति तत् एकवारं पश्यामः तत्र अकारान्तपुल्लिङ्गयोधः शब्दः तत्र नरेश महोदय योधः इति अस्ति तत्र चतुर्थीविभक्तिरूपं किम् अस्ति चतुर्थीविभक्तिरूपं योधाय योधाभ्यां योधेभ्यः इति अस्ति समीचीनम् अस्तु इदानीं देवः अस्ति चेत् किं भवति देवाय देवाभ्यां देवेभ्यः इति भवति समीचीनम् अस्तु सूर्यकुमारी भगिनी इदानीं तत्र माधवः अस्ति चेत् किं भवति माधवः माधवाय, माधवाभ्यां, माधवेभ्यः इति भवति. अस्तु, रघुपतिमहोदय, केशवः अस्ति चेत् किं भवति? केशवाय, केशवाभ्यां, केशवेभ्यः. हा अस्तु. भानचेतनी महोदय, माधवः, केशः, अनन्तः अस्ति चेत् किं भवति? सन्ध्यावन्तरं कुर्यात्. तादृशं नास्ति महोदय, केवलं केशवः. अस्तु अस्तु, केशवाय एव करोतु महोदय. किं करणीयं महोदय? भवान् किं वदति? चतुर्थीविभक्तिरूपम् अकारान्तपुल्लिङ्गपदस्य शब्द कृतम्. अन्यत् अन्यत् किमपि अन्यत् अन्यत् अपि करोतु महोदय, अन्यत् एव करोतु, चिन्ता मास्तु. न न, अहं पृच्छामि. अनन्तः इति करोतु. केशवाय, केशवाभ्यां, केशवेभ्यः. हा समीचीनं, हा इति रूपं, चतुर्थीविभक्तिरूपं. हा समीचीनं महोदय. अस्तु, हा तत्र अकारान्त पुल्लिङ्गशब्दस्य चतुर्थीविभक्तिरूपं जानीमः. तत्र देवाय, देवाभ्यां, देवेभ्यः इति. अस्तु, तर्हि इदानीम् अग्रे आकारान्तस्त्रीलिङ्गपदम् अस्ति तत्र. शीतल भगिनी, देवता इति अस्ति, तत्र रूपं किं भवति चतुर्थीविभक्तिरूपं? देवतायै, देवताभ्यां, देवताभ्यः इति भवति. अस्तु, तत्र लता अस्ति चेत् किं भवति? लतायै, लताभ्यां, लताभ्यः इति भवति. समीचीनं भगिनि. अस्तु, रघुपतिमहोदय, तत्र आकारान्तस्त्रीलिङ्गपदं किमपि चित्वा वदतु महोदय. आकारान्त, अस्तु, वीणा. वीणायै, वीणायै, वीणाभ्यां, वीणाभ्यः, वीणाभ्यः. अस्तु, समीचीनम्. अस्तु, हा अस्तु, समीचीनम्. आकारान्त स्त्रीलिङ्गपदं तत्र तादृशरूपमपि जानीमः. इदानीं तत्र ईकारान्त स्त्रीलिङ्गपदम् अस्तु. तत्र नरेश महोदय, ईकारान्त तत्र महती इति महती इति दत्तमस्ति. महति, महत्यै, महतीभ्यां, महतीभ्यः हा इति अस्ति. अस्तु, इदानीं देवी अस्ति चेत्? देव्यै, देवीभ्यां, देवीभ्यः, देवीभ्यः इति भवति. समीचीनं. सूर्यकुमारी भगिनी, पार्वती अस्ति चेत् किं भवति? पार्वत्यै, पार्वतीभ्यां, पार्वतीभ्यः इति भवति. समीचीनं. भानचितनी महोदय, कुमारी अस्ति चेत्? कुमारी महोदय, कुमार्यै, कुमारी, कुमा, कुमाराभ्यां, महतीभ्यां, महतीभ्यां, महतीभ्यां महोदय, कुमारीभ्यां, कुमारीभ्यः हा कुमारीभ्यः हा समीचीनं. कुमार्यै, लक्ष्मीः न, लक्ष्मीः इदानीं मास्तु. हा लक्ष्मीः किञ्चित् हा विशेषपदम् अस्ति. लक्ष्मीभ्यां लक्ष्मीः इति इकारान्तपदमस्ति, किन्तु तत्र किञ्चित् भेदः अस्ति. हा इदानीं साधारणरूपं पश्यामः. अस्तु, रघुपतिमहोदय, सुन्दरी इति? सुन्दरी, सुन्दर्यै, सुन्दरीभ्यां, सुन्दरीभ्यः हा अस्तु, समीचीनम्. अस्तु, शीतल भगिनी, नदी इति? नदीभ्यः इति. समीचीनम्. अस्तु अस्तु, अतः तत्र तदनन्तरं नपुंसकलिङ्गे तु जानीमः, तत्र द्वितीयविभक्ति अनन्तरं किं पुल्लिङ्गरूपवत् अस्ति इति जानीमः. तत्र पात्रमस्ति चेत् पात्राय, पात्राभ्यां, पात्रेभ्यः, योधाय, योधाभ्यां, योधेभ्यः, पात्राय, पात्राभ्यां, पात्रेभ्यः, गात्रमस्ति चेदपि गात्राय, गात्राभ्यां, गात्रेभ्यः एव भवति. अस्तु, तत्र प्रायशः तत्र वाक्येषु अग्रे दत्तानि वाक्येषु प्रायशः अन्यरूपमपि आवश्यकम् इति मन्ये. तत्र पश्यामः. अस्तु, इदानीं तत्र किं कुर्मः, तत्र यत् वयम् उक्तवन्तः तत्र एव पुनरेकवारं तत्र कर्णाय इति अस्ति, इदानीं कर्णाय इति वचनं परिवर्तनं कुर्मः. कर्णाय इति किं भवति नरेश महोदय? कर्णाय द्विवचने बहुवचने किं भवति? कर्णाय कर्णाभ्यां कर्णेभ्यः. हा, इति भवति समीचीनम्. इदानीं सूर्यकुमारी भगिनी, छात्रायै इति अस्ति, तत् किं भवति? छात्राभ्यां छात्राभ्यः. हा, तत्र छात्रायै इति अस्ति, तत्र कीदृशपदं, लिङ्गं किं? स्त्रीलिङ्गपदं. स्त्रीलिङ्गपदम् आकारान्त वा ईकारान्त वा? हा, छात्रा इति. समीचीनं भगिनि. हा, अस्तु. भानुचेतनी महोदय, तत्र देवतायै इति अस्ति, तत्र वचनं द्विवचने बहुवचने किं भवति? देवतायै महोदय एकवचनं महोदय. हा, द्विवचने किं, हा द्विवचने किं भवति? देवताभ्यां. हा, बहुवचने? देवताभ्यः. देवताभ्यः, समीचीनम्. हा, अस्तु. रघुपति महोदय, तत्र अर्जुनाय इति अस्ति, तत्र अर्जुनाय, अर्जुनाभ्याम् अर्जुनेभ्यः. अर्जुनेभ्यः, अस्तु. हा, समीचीनम्. हा, इदानीं शीतल भगिनी, तत्र अग्रिम अस्ति कस्मै इति अस्ति, तत्र जानाति वा कस्मै इति पदस्य द्विवचनं बहुवचनं? नो चेत् पुटसङ्ख्या 200 मध्ये अस्ति, 200 पुटे. हा, तस्मै ताभ्यां तेभ्यः कस्मै काव्यं केभ्यः. समीचीनं भगिनि. हा, तदपि जानीमः, तत्र ये प्रश्नं यदि वक्तुं कर्तुम् इच्छामः तदपि जानीमः कस्मै काव्यं केभ्यः. तादृश एव स्त्रीलिङ्गे किं भवति इति, तत्र किं भवति पुटसङ्ख्या 200 दृष्ट्वा वदतु, कस्यै? पुल्लिङ्गे, पुल्लिङ्गे कस्मै काभ्यां केभ्यः, स्त्रीलिङ्गे किं भवति कस्यै काभ्यां काव्यः इति भवति, काव्यः, तावदेव. हा, समीचीनं. हा, ज्ञानं भवतु इति. हा, पुल्लिङ्गे अपि स्त्रीलिङ्गे प्रश्नं कर्तुं शक्नुमः इदानीं, कस्मै ददाति अथवा कस्यै ददाति अथवा काभ्यां ददाति, केभ्यः ददाति, काभ्यः ददाति इति प्रश्नं कर्तुं शक्नुमः. अस्तु, समीचीनम्. अस्तु, मानवाय इति अग्रे अस्ति, तत्र बानचेतनी महोदय, मानवाय इति द्विवचने बहुवचने किं भवति? मानवाय, मानवाभ्यां मानवेभ्यः. मानवः इति पुल्लिङ्गः. मानवः, समीचीनं महोदय. हा, तत्र वाक्यं न पठितवन्तः खलु, एकवारं वाक्यं पठतु महोदय. वाक्यं कुत्र अस्ति महोदय? षष्ठवाक्यं, षष्ठवाक्यं महोदय. देवाः मानवाय इष्टान् भोगान् यच्छन्ति. हा, यच्छन्ति. तत्र वयं किं किं क्रियापदं दृष्टवन्तः, ददाति इति क्रियापदं दृष्टवन्तः, अपि अर्पयति, यच्छति. हा, इति. अस्तु, अस्तु, तर्हि समर्पयति, अर्पयति, तादृश क्रियापदे तत्र चतुर्थीविभक्तिरूपं भवति. अस्तु, अग्रे रघुपति महोदय. हा, चतुर्थीविभक्ति दत्तमर्थे एव उपयुज्य. हा, तत्र साधारणतया सः तत्र वयं पश्यामः तस्य प्रयोगः तत्र कुत्र कुत्र भवति इति वयं पश्यामः. तत्र अग्रिमन पुटसङ्ख्या 155 मध्ये तत्र प्रयोगः कुत्र कुत्र भवति इति केवलं ददाति इति अथवा अर्पयति इति न, तत्र रोचते, तत्रापि चतुर्थी, क्रुध्यति, ईर्ष्यति, द्रुह्यति, असूयति, तत्रापि चतुर्थी विभक्ति भवति. अग्रे पश्यामः. किन्तु प्रसिद्धः प्रयोगः एषः एव, ददाति अपि कृष्णाय नमः इति यद् भवति तत्रापि चतुर्थी प्रसिद्ध प्रयोगः. धन्यवादः. अस्तु, रघुपति महोदय अग्रे. आम् महोदय, मनुष्याः सप्तम. मनुष्याः देवाय हविः अर्पयन्ति. देवाय इति स्थाने देवाय देवाभ्यां देवेभ्यः. बहुवचनरूपं वदतु. मनुष्याः मनुष्याः देवेभ्यः हविः अर्पयन्ति. अर्पयन्ति, समीचीनं महोदय. अस्तु, सूर्यकुमारी भगिनी अग्रे. भक्ताय ईश्वरः सद्बुद्धिः ददाति. सद्बुद्धिं ददाति. तत्र भक्ताय इति स्थाने बहुवचनरूपं किं भवति? भक्ताभ्यां भक्ता ईश्वरः सद्बुद्धिं ददाति. भक्तेभ्यः ईश्वरः सद्बुद्धिं ददाति. समीचीनं भगिनि. अस्तु, समीचीनं. नरेश महोदय अग्रे. कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु. तत्र कस्मै अपि इति स्थाने बहुवचने किं भवति? केभ्यः अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु. करोतु, समीचीनं महोदय. अस्तु, वनचेतनी महोदय अग्रे. महोदय, अभक्ताय इति, अभक्ताय दशम. अभक्ताय गीतान देया. तत्र बहुवचने किं भवति? अभक्ताय, अभक्ताभ्याम्, अभक्तेभ्यः. गीता न देया, समीचीनमेव. अभक्तेभ्यः गीता न देया. समीचीनं, समीचीनं. शीतल भगिनी अग्रे. आं महोदय, भक्ताः भक्त्या पत्रं, पुष्पं, फलम् इत्यादि ईश्वराय ददाति. ददति. तत्र ददति किमर्थं? ददाति इति अस्ति चेत् किं भवति तत्र? ददति, ददाति, कः भेदः? ददति बहुवचन. बहुवचनरूपं. भक्ताः अस्ति इति कृत्वा ददति, भक्ताः ददति. ईश्वरेभ्यः, समीचीनं भगिनि. भक्ताः भक्त्या पत्रं, पुष्पं, फलम् इत्यादि ईश्वरेभ्यः ददति. ददति, समीचीनं भगिनि. अस्तु, अग्रे रघुपति महोदय. ज्ञानिनः शुश्रूषवे ज्ञानं ददति. शुश्रूषवे शुश्रूषवे इति शुश्रूषवे इदानीं किञ्चित् अकारान्ते नास्ति, उकारान्तपदमस्ति. गुरवे नमः. सत्यं महोदय. तत्र शुश्रूषु, शुश्रूषुः, शुश्रूषुः इति भवति. तत्र शुश्रूषुः इति किम् इति जानाति वा महोदय? शुश्रूषुः यस् शुश्रूषां प्राप्नोति सा एव वा शुश्रूषु इत्युक्ते रोगी एव शुश्रूषामि चिकित्सा वा यः श्रोतुम् इच्छति सः शुश्रूषुः. तत्र चिकित्सा करोति वैद्यः इति प्रसिद्धार्थः अस्ति खलु? आम् महोदय. शुश्रूषा कन्नड अस्ति. शुश्रूषा मीन्स् टु नो टु प्रोवैड् मेडिसिन् मेडिसिन् तादृश अर्थे अस्ति. तादृश अर्थे अस्ति. किन्तु तत्र किम् अस्ति तत्र पदस्य संस्कृतभाषे भाषायां किं भवति? तत्र पदस्य अर्थद्वयम् अस्ति. एकमस्ति योगार्थः इति वदामः, अन्य अर्थः अस्ति रूढार्थः इति. योगार्थः इत्युक्ते किं? तत्र पदं दृष्ट्वा तस्य निर्माणं कथं भवति इति दृष्ट्वा प्रत्ययः कः, किम् उपसर्गः अस्ति वा, किं किं कृतवन्तः अस्य पदस्य निर्माणस्य कार्ये इति दृष्ट्वा एकः अर्थः भवति. सः अर्थः अस्ति योगार्थः. तत् पदं दृष्ट्वा वक्तुं शक्नुमः. किन्तु अन्यः अर्थः यदस्ति रूढार्थः, तद् केवलं शब्दकोशे दृष्ट्वा एव वक्तुं शक्नुमः. तत्र चिकित्सा इति तादृशरूढार्थः अस्ति. शुश्रूषुः इति यः श्रोतुम् इच्छति सः शुश्रूषुः, तद् योगार्थः भवति. तत्र शुश्रूषुः इति कीदृशपदम् इत्युक्ते मुमुक्षुः, यः मोक्षम् इच्छति सः मुमुक्षुः. तादृशरूपम् अत्र यः शुश्रूषुः, यः श्रोतुम् इच्छति इति. किन्तु तत्र रूढार्थः अस्ति चिकित्सा, या वैद्यः इति तादृशार्थः अत्र अस्ति. अत्र अस्तु शुश्रूषुः इति तत्र रूपं, तत्र चतुर्थीविभक्तिरूपमस्ति शुश्रूषवे इति. तत्र गुरुः अस्ति शुश्रूषाभ्यां भवति वा? हा, गुरुः अस्ति गुरुभ्यां, गुरवे गुरुभ्यां, गुरुभ्यः. शुश्रूषुभ्यां समीचीनं महोदय. शुश्रूषवे शुश्रूषभ्यां शुश्रूष शुश्रूषभ्यः इति. तत्र किञ्चित् क्लिष्टः एव अस्ति खलु? तत्र अग्रिमे पुटे अस्ति चिक्कीषु चिक्कीष्वे चिक्कीषुभ्यां चिक्कीषुभ्यः. हा, धन्यवादः भगिनि. हा हा हा, अग्रिमपुटे एव दत्तमस्ति रूपम्. अस्तु, सत्यं भगिनि. चिकीर्षुः चिकीर्षुः, हा, चिकीर्षवे चिकीर्षुभ्यां चिकीर्षुभ्यः इति. किन्तु हा गुरु, हा गुरुः वत् गुरुभ्यां गुरुभ्यः. हा, धन्यवादः भगिनि, धन्यवादः. हा, तत्रैव दत्तमस्ति. अहम् अन्तिमभागं दृष्ट्वा प्रयत्नं कृतवान्, किन्तु तत्रैव दत्तमस्ति. समीचीनम्. अस्तु, अग्रिमम् अस्ति तत्र भानचेतनी महोदय, अग्रिमं भगवान् महोदय. महोदय, भगवान् मुमुक्षवे मोक्षं ददाति. मुमुक्षुः इति महोदय स्त्रीलिङ्गपदं महोदय? न न, मुमुक्षुः गुरुः पदवति महोदय. इदानीमेव गुरवे, हा गुरवे. तत्र अग्रिमपुटे यथा सरला भगिनी उक्तवती, अग्रिमपुटं पश्यतु, तत्र गुरुः गुरवे गुरुभ्यां गुरुभ्यः. तत्रैव यः मोक्षः भगवान् मुमुक्षवे, द्विवचने किं भवति? मुमुक्षुभ्यां. बहुवचने मुमुक्षुभ्यः. हा, भगवान् मुमुक्षुभ्यः मोक्षं ददाति. मुमुक्षवे मुमुक्षुभ्यः मुमुक्षुभ्यः. हा, समीचीनं महोदय, समीचीनं. हा, अस्तु अस्तु. तर्हि तत्र वयं बहु किमपि अद्य दृष्टवन्तः. तत्र चतुर्थीविभक्तिरूपं तस्य प्रयोगः ददाति इति धानकार्ये दृष्टवन्तः. तस्य प्रयोगः अपि यत् अपि तयोः यत् अपि इति पदस्य सम्बन्धः, तत्र परिवर्तनं कीदृशं करणीयम् इति तदपि दृष्टवन्तः अद्य. अस्तु, तर्हि तत्र हा प्रायशः अग्रिममपि कर्तुं शक्नुमः तत्र. अस्तु अस्तु, तत् एकनिमिषः अस्ति, वाक्यद्वयम् एकवारं कर्तुं शक्नुमः. तत्र सूर्यकुमारी भगिनी, अग्रिमपुटे यत् अस्ति तत् तत् कुर्मः वा अथवा अस्तु अस्तु किं कुर्मः, तत् कुर्मः भगिनी. अस्तु, अग्रिमपुटे तत्र एतानि वाक्यानि उच्चैः पठत इति अस्ति. वाक्यानि उच्चैः पठत. दाता यतत् यतये भिक्षां ददाति. हा, यतये इति रूपं किम् अस्ति? यतः अधोभागे पश्यतु, प्रथमविभक्तिरूपं किं भवति? यतये इति अस्ति प्रथमविभक्तिरूपम्. अधोभागे पश्यतु तत्र किम् अस्ति. यतः न न न यतः अस्ति चेत् किं भवति? चतुर्थीविभक्ति यतये. न न न यतः अस्ति चेत् तत् देवः अस्ति चेत् देवाय इति भवति, यतः अस्ति चेत् यताय इति भवति, किन्तु यतये इति अस्ति. तत्र अधोभागे पश्यतु, कविः अस्ति चेत् कवये. यतिः मुनि. हा, मुनि यतिः यतये इति भवति. हा, अस्तु अस्तु. केवलम् एकम् वाक्यं पठतु, तदनन्तरं समापयामः. हा, नरेश् महोदय अग्रिमं पठतु वा, पठति वा? कृष्ण साधवे अभयं ददाति. हा, साधवे इति एक प्रथमविभक्तिरूपं किम् अस्ति? साधुः. साधुः, हा, उकारान्तपदम्, उकारान्तपदं, समीचीनं महोदय. हा, शीतल् भगिनी अग्रे. प्रजापतिः कर्त्रे कर्मफलं ददाति. कर्तृ, हा, ऋकारान्तपदं, ऋकारान्तपदं, समीचीनं भगिनि. अस्तु, बालचन्द्रन् महोदय, हा, अग्रे. श्रीकृष्णः अस्ति वा भानुचरन् महोदय? अस्तु अस्तु, नास्ति इति मन्ये. अस्तु, तर्हि तत्र समयः अपि जातः. तत्र चतुर्थीविभक्तिरूपं तस्य विषयस्य आरम्भं कृतवन्तः अद्य. सः एव विषयः अग्रिमवर्गे अपि भवति. अस्तु, तर्हि विरमाम. सर्वेभ्यो नमः, धन्यवादाः. अग्रिमवर्गे मिलामः. नूतनवर्षस्य शुभाशयाः सर्वे. अस्तु, नमस्कारः. हरि ओं महोदय. हरि ओं महोदय, अग्रिमवर्गे मिलामः महोदय. नमस्कारः, धन्यवादः. आं महोदय, धन्यवादः. नमस्कारः.